अस्तु, तर्हि भेदपृथक्त्वयोः परस्परवैलक्षण्यम् इति विषयः तत्र गते सप्ताहे अस्माभिः दृष्टमासीत् यत् प्राचीननायायिकानाम् एकं मतं, नव्यानाम् अपरं मतमासीत्। प्राचीनानां मतमासीत् भेदः च पृथक्त्वं द्वौ भिन्नौ पदार्थौ। भेदः इति तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताक अभावः, अन्योन्याभावः, सः एव भेदः। पृथक्त्वम् इति अन्यतमः गुणः, यः समवायीकारणे द्रव्ये एव वर्तते। तर्हि भेदः भिन्नः, पृथक्त्वम् इति भिन्नः पदार्थः। पृथक्त्वं तु पृथक् व्यवहारहेतुः इति भवति। तद् मन तस्य मतस्य विरुद्धं नव्यनायायिकाः वदन्ति तथा नास्ति, भेदः एव पृथक्त्वं, भेदेन सर्वत्र निर्वाहः भवति, यत्र पृथक्त्वं नास्ति, उदाहरणतया रूप रस गन्ध इत्यादिषु गुणेषु पृथक्त्वं नास्ति इति उभाभ्यां मन्यते, तर्हि यत्र पृथक्त्वं नास्ति तत्रापि भेदेन निर्वाहः भवति, तर्हि पृथक्त्वम् इति अन्यतमः गुणः मास्तु इति नवीनानां मतं। तत्र भिन्नभिन्नरीतिभिः ते वदन्ति यद् भेदस्थले विभक्ति अप्रतियोगि अनियोगिवाचकपदयोः प्रथमा विभक्ति, पृथक्त्वस्थले अवधिवाचकात् पञ्चमी आश्रयवाचकात् प्रथमा इति केवलं वाक्यशैल्यां भेदम् अथवा वैलक्षण्यं दृष्ट्वा भेदः पृथक्त्वं भिन्नम् इति न वक्तव्यम् इति सर्वं नवीनाः वदन्ति। तेषां मतानुगुणं भेदः एव पृथक्त्वम् इति। तर्हि अत्र मतभेदः वर्तते। तदनन्तरम् अस्माभिः दृष्टमासीत् यत् भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासं कुर्वन्ति अथवा निवारणं कुर्वन्ति प्राचीननैयायिकाः। अस्मिन् प्रसङ्गे प्राचीननैयायिकाः ये निरासं कुर्वन्तः सन्ति ते सिद्धान्तिनः इति उच्यते, नव्याः पूर्वपक्षिणः इति। अस्तु, इतः अग्रे केन आधारेण निरासम् अथवा भेदः एव पृथक्त्वम् इति आक्षेपस्य निवारणं कुर्वन्ति इति परिशीलयिष्यामः। निवारणार्थं संयोगस्य आधारं स्वीकुर्वन्ति सिद्धान्तिनः अथवा प्राचीननैयायिकाः। तर्हि संयोगस्य चर्चायां संयोगस्य द्वैविध्यं दृष्टमासीत्। तत्र राजेन्द्रमहोदय किञ्चित् वदति वा संयोगस्य द्वैविध्यं किम् अस्ति इति? तत्र द्वैविध्यम् इत्युक्ते न अवगच्छामि। संयोगः कीदृशः संयोगः भवति, अवयवे कीदृशः, अवयविनि कीदृशः संयोगः इति सर्वं किञ्चित् वदति वा? संयोगः युतस्य द्वौ ये पदार्थाः सन्ति तेषां मध्ये एव भवति, भिन्नदेशे भवतु तथा संयोगः भवति। युतस्य द्वौ यथा कपाल घटकपालः तत् संयोगः न सम्भवति, यथा अवयविनि भावः अस्ति तत्र तेषाम् आश्रयः अपि भिन्नः भवतु यथा संयोगः भवति, तथैव भगिनि वा? हा हा, तत् सर्वमपि सत्यं, किन्तु किञ्चित् आरम्भतः पुनरावलोकनं भवतु इति धिया। तत्र अष्टनवतितमे पुटे प्रथमपरिच्छेदे संयोगस्य विषये किञ्चित् उक्तमस्ति खलु, संयोगः द्विविधः, द्विप्रकारकः, स्मर्यते वा कीदृशः इति? तस्य विषये किञ्चित् वदति वा? यत् यथा उदाहरणरीत्या यथा वयं चिन्तयामः घटपुस्तकयोः संयोगः भवति, कपालपुस्तकयोः संयोगः भवति, तथा कपाले जाता क्रिया तेन क्रियायाः यः संयोगः जातः पुस्तकेन सह, सः संयोगः कर्मजः संयोगः। परन्तु कपाले जाता क्रिया घटे न भवति, परन्तु कपालः गतस्य अवयवः, तस्य अवयविनि या पुस्तकेन सह संयोगः जातः तत्र सः संयोगः संयोगः वदामः। प्रथमतया कर्मजः संयोगः जायते अवयव अपि च मूर्तान्तरम् इति अनयोः मध्ये कर्मजः, तदनन्तरम् अनेन संयोगेन अवयविनि संयोगः जायते मूर्तान्तरेण सह इति। तर्हि एकः प्रथमः तु कर्मजः, अपरः संयोगः इति उच्यते। अस्तु, तर्हि एकः नियमः आगतः अधुना, अवयवसंयोगेन अवयविनि संयोगजः संयोगः भवति इति। तर्हि इतः अग्रे किञ्चित् परिशीलयिष्यामः। तर्हि अवयविनि किमर्थं कर्मजसंयोगः न स्यात् इति, अस्य विषये किञ्चित् सावित्री भगिनी वदति वा? आं भगिनि, स एव उदाहरणं स्वीकुर्मः, हस्ते अङ्गुल्यां सन्ति, यदा अङ्गुल्यां क्रिया भवति तदा हस्ते संयोगः न भवति, अङ्गुल्याः क्रियया यदा अङ्गुल्याम् अपि च पुस्तकस्य संयोगः भवति तदा कर्मजः संयोगः भवति, तदनन्तरं कर्मजसंयोगेन हस्तस्य अपि च पुस्तकस्य संयोगः भवति संयोगजः। परन्तु यदा अङ्गुल्यां क्रिया जाता तदा हस्ते किमपि संयोगः न भवति। किमर्थम् इत्युक्ते अवयव अवयवी भावः अस्ति, तत्र एकस् कार्यकारणभावः अस्ति, अपि च एकस्य नाशेन अन्यः अपि नाशः भवति, तदर्थम् अवयवक्रियया अवयविनि संयोगः न भवति। तर्हि मुख्य अंशः अस्ति यत् भवत्या उक्तं कार्यकारणभावः अस्ति, तर्हि कारणम् इति भिन्नः पदार्थः, कार्यमिति भिन्नपदार्थः न्यायशास्त्रे। अतः अङ्गुल्यां या क्रिया जाता सा क्रिया हस्ते न जायते। कारणे या क्रिया अस्ति सा कार्ये न भवति इति तर्केण अवयवे विद्यमाना क्रिया अवयविनी न भवति, अतः कर्मजः संयोगः न भवति अवयविनी, केवलं संयोगजः यथा भवत्या उक्तं। तर्हि किं वदामः, अवयवगतक्रिया उच्यताम्? अवयवगतक्रियया अवयविनी संयोगः न भवति, तदेव मूर्तान्तरं यदा द्वितीयद्रव्यं नास्ति तदा मूर्तान्तरं द्रव्यं भवति अवयविनि अवयवी, तदर्थम् अवयवगता क्रियया अवयविनि संयोगः कर्मजः वा संयोगजः वा न भवति इति सत्यं। तत् सत्यमेव, केवलम् इतोपि किञ्चित् योजयामि यत् अन्यथा सिद्धत्वम् इति परिशील्य। आमामाम्, अन्यथा सिद्धत्वात् इत्युक्ते यथा कुलालस्य पिता कुलालस्य कारणं भवति, परन्तु कुलालस्य कृत घटस्य कारणं न भवति, तत् सः तु अन्यथा सिद्धा भवति, तथा एव अत्र अपि अवयवक्रियया अवयविनि संयोगः अथवा क्रिया न जायते। तर्हि क्रिया अन्यथा सिद्धा भवति अवयवसंयोगं प्रति, क्षम्यताम्, अवयविनः संयोगं प्रति अवयवगतक्रिया अन्यथा सिद्धा इति उच्यते इति वार्ता। अस्तु, तदभ्यन्तरे केन केन आगतं? सन्ध्या भगिनी पुनः आगतवती, तदनन्तरं नमस्कारः भगिनी, अजितः अजितः महोदय, तदनन्तरम् अन्यः कोऽपि? अस्तु अस्तु, तर्हि सर्वमिदम् उक्तमेव इति मन्ये भगिन्या. तर्हि इदानीं प्रश्नः उदेति यत् अस्तु, यथा सावित्री भगिन्या उक्तम्, अवयविनी कोऽपि संयोगः न जायते यदा केवलम् अवयवः अवयवी इति एव वस्तुद्वयं भवति चेत्, मूर्तान्तरम् इति न भवति चेत्, तदा अवयवगतक्रियया अवयविनी संयोगः न जायते, संयोगजः संयोगः अपि न जायते अवयविनी, यतोहि अवयव अवयविनोः मध्ये संयोगः न अपि तु समवायः, संयोगः तयोः मध्ये अनुभवविरुद्धम् इति जानीमः. इदानीं प्रश्नः उदेति यत् तर्हि कुत्र जायते इति संयोगः, तस्य विषये किम् उच्यते अत्र? सन्ध्या भगिनी किञ्चित् वदति वा? तर्हि यथा पूर्वस्मिन् परिच्छेदे तत्र कार्यकारणभावः अवयव अवयवी भावः इति स्वीकृत्य तत्र अवयवे यः या क्रिया भवति तेन अवयविनि न भवति संयोगः, कर्मजः वा संयोगजः वा इति दर्शयित्वा अग्रे यदा प्रश्नः आगच्छति तर्हि कुत्र भवति इति, तर्हि इदानीं युतसिद्धत्वस्य विषये वदन्ति. तत् समीचीनं किल? तर्हि यदि अवयवी अवयवः यदा अस्ति यद् तस्मिन् अवयवे क्रिया भवति चेत् तर्हि संयोगः यदि अवयविनी न भवति तर्हि कुत्र भवति, तस्य उत्तरं ते वदन्ति युतसिद्ध युतसिद्धद्रव्ये, इत्युक्ते भिन्नद्रव्ये एव तस्य संयोगः भवति. भिन्नद्रव्यम् इत्युक्ते युतसिद्धत्वं भवति द्रव्ययोः मध्ये. तर्हि युतसिद्धत्वं किम् इति यद् पृच्छन्ति तर्हि पृथगाश्रयाश्रितत्वं यत्र अस्ति तत्र युतसिद्धत्वम् अस्ति, तयोः तादृशयोः द्रव्ययोः एव युतसिद्धयोः द्रव्ययोः वा पृथगाश्रयाश्रितयोः द्रव्ययोः एव तत्र संयोगः भवति, कर्मजः वा संयोगजः वा इति प्रश्नस्य उत्तरं ददति. अस्तु, तर्हि पृथगाश्रयाश्रितत्वम् इत्युक्ते किञ्चित् वदति वा, इत्युक्ते किम् इति? इत्युक्ते तत्र द्रव्यद्वयमपि भिन्नभिन्न आश्रयेषु तत्र तस्य आश्रयः भवति, इत्युक्ते यदि उदाहरणं स्वीकुर्मः यदि घटः इति स्वीकुर्मः, घटस्य आश्रयः कपालः इति अस्ति. अनन्तरं यदि पुस्तकम् इति अपरं द्रव्यं मूर्तद्रव्यं स्वीकुर्मः, तस्य पुस्तकं न प्रायः पुस्तकस्य यदि पुटानि इति स्वीकुर्मः तर्हि पुस्तकं पुस्तकस्य पुटेषु आश्रितः आश्रितं भवति इति कृत्वा तत्र घटस्य आश्रयः भिन्नः पुस्तकस्य आश्रयः भिन्नः इति कृत्वा घटः पुस्तकं च युतसिद्धे द्रव्ये द्वयोः मध्ये पृथक् आश्रय आश्रितत्वम् अस्ति. इत्युक्ते तत्र भिन्नदेशे आश्रयः भवति इति तेषाम्. हा, सत्यं, भिन्न आकाशदेशः भवति उभयोः, तादृशयोः एव पृथगाश्रय आश्रितत्वम्. अस्तु, यत्र पृथगाश्रय आश्रितत्वम् अस्ति युतसिद्धत्वं भवति, युतसिद्धत्वम् अस्ति तत्र, यत्र युतसिद्धत्वं तत्रैव संयोगः. तादृशः तादृशं युतसिद्धत्वम् अवयव अवयवीभाव आपन्नयोः घटकपालयोः मध्ये नास्ति इति कृत्वा संयोगः न भवति. तर्हि अनेन आहत्य किं साधितम्? अस्माकं तु मूलविषयः अस्ति किम्? भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. तर्हि अत्र तर्हि एतेन युतसिद्धत्वम् इति तत्र यदा स्वीकुर्मः विषयः, एतेन तत्र यद्यपि तत्र कपाले अनन्तरं घटे च एतयोः द्रव्ययोः मध्ये यद्यपि भेदः अस्ति, इत्युक्ते भिन्नभिन्नद्रव्ये ते द्वे अपि, तथापि तत्र भिन्न आकाशदेशत्वं नास्ति, तत्र पृथक् आश्रयाश्रितत्वं नास्ति इति कृत्वा तयोः मध्ये पृथक्त्वं नास्ति, परन्तु घटे अपि च पुस्तके एतयोः द्वयोः मध्ये पृथक्त्वम् अस्ति, भिन्न देशत्वम् अस्ति, तत्र पृथक् आश्रयाश्रितत्वम् अस्ति इति कृत्वा पृथक्त्वमिति भिन्नः गुणः अस्ति, भेदः सर्वत्र अस्ति चेदपि पृथक्त्वम् इति सर्वत्र नास्ति इति दर्शयन्ति. हा, समीचीनं. तर्हि संयोगसाधकः कश्चन गुणः स्यात्, अपि च यथा भगिन्या उक्तं भेदेन तादृशः तादृशं संयोगसाधकत्वं निर्वोढुं न शक्यं, भेदेन शक्यः इति कृत्वा पृथक्त्वम् इति गुणः अपेक्षितः येन संयोगः सिद्ध्यति. अस्तु, इति सर्वम् उक्त्वा ते अत्र वदन्ति यत् तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम्. समीहितम् इत्युक्ते अस्माभिः इष्टम्, ईहितम् इत्युक्ते इष्टं. तर्हि तादृशगुणः इष्टः अस्ति येन संयोगः साधयितुं शक्नुमः, सः एव गुणः पृथक्त्वम् इति वदन्ति. अस्तु, तर्हि इतः अग्रे तर्हि किञ्चित् पठेम. राजेन्द्रमहोदय पठितुम् इच्छति वा? कथम्? आं भगिनि. कुतः? कथं? तत्र उक्तं, सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं. कथं सिद्धम् इति अग्रे भवती उक्तवती, कथम् अहं चिन्तयामि भवान् मम प्रश्नं. अस्तु, क्षम्यतां. कथम् उच्यते पृथक् आश्रित्वस्य पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः. तादृश्योः वृक्षपक्षिणोः जायते संयोगः, एवं संयोगे अपि. इदानीं पूर्वं यथा अस्माकं यथा वयं तर्हि सिद्धं न समीहितं गुणान्तरं पृथक्त्वं, तेन तादृशी तस्य विवरणार्थं प्रश्नः अस्ति. कथं यथा पृथक् आश्रितत्वस्य पृथक्त्ववन्तौ यौ आश्रयौ, यस्मिन् पृथक् आश्रितत्वम् अस्ति, ये पृथक्तवन्तौ यौ आश्रयौ, यौ आश्रयौ पृथक्तवन्तौ स्तः, पृथक् आश्रितत्वम् अस्ति तद् आश्रितौ इत्यर्थः पृथक्त्वम्. यदा उदाहरणार्थं वृक्षपक्षिणोः मध्ये संयोगः जायते, वृक्षे कोऽपि क्रियाया पक्षिणः सह संयोगः जायते, सः संयोगः कर्मजसंयोगः जायते, तथा तत्र संयोगजसंयोगः अपि, यथा वृक्षपक्षिणौ पृथग् आश्रितत्वम् अस्ति तस्मिन् स्थले वृक्षस्य आश्रय भिन्नः, अव्यवः भिन्नः, पक्षिणो अव्यवः भिन्नः, पृथक् आश्रितत्वं तत् कारणात् तत्र संयोगः जायते, कर्मसंयोगः जायते, अथवा अव्यविनि तत्र संयोगस्य संयोगः अपि जायते तस्मिन् स्थित्यां. अस्तु, समीचीनं. प्रश्नः अस्ति मम, एवं तत्र लिखितमस्ति तादृशयोः वृक्षपक्षिणोः जायते संयोगः, तत्र कर्मजः संयोगः इति तत्र अवगतमस्ति, अग्रे अस्ति एवं संयोगजसंयोगे अपि इति अस्ति, तत्र सप्तमी विषयसप्तमी अस्ति इति समीचीनं वा तत्र संयोगजसंयोगो अपि इति तत्र प्रथमाविभक्ति अहं न अवगच्छामि प्रायः विषयसप्तमी विषयसप्तमी अस्तु अस्तु संयोगजसंयोगविषये अपि तथा इति अस्तु अस्तु अस्तु भगिनि धन्यवादः अस्तु अस्तु तर्हि अस्मिन् परिच्छेदे पुनः पृथगाश्रय आश्रितत्वस्य विवरणं पृथगाश्रय आश्रितौ तावित्यस्य इति अस्ति तत्र सन्धिविच्छेदं कृत्वा किञ्चित् वदति वा राजेन्द्रमहोदय पृथग् आश्रय आश्रितत्वस्य तथा न पृथग् आश्रय आश्रय वित्तस्य न कर्तुं शक्नोमि वर्धिनी भगिनी किञ्चित् वदति वा पृथग् पृथग् आश्रय आश्रितौ इति समीचीनं बहु सम्यक् अस्ति भगिनि तर्हि आहत्य तत्र सर्वत्र द्विवचनमस्ति खलु तत्र पृथक्त्ववन्तौ यौ आश्रितौ तर्हि कस्य विषये वदन्तः सन्ति पृथगाश्रय आश्रितौ इत्यस्य पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इति अर्थः तावदेव अस्ति पृथक्त्ववन्तौ इत्युक्ते पृथक्त्वं यस्मिन् अस्तु पृथक्त्ववान् तस्य द्विवचनं वन्तौ तर्हि पृथक्त्वम् इति गुणः अपेक्षते आश्रये पृथगाश्रय आश्रितत्वस्य साधनार्थम् इति सर्वं प्रतिभाति अत्र वान् वति इति अस्मिन् अस्ति इति सूचयति तर्हि तादृशः गुणः पृथक्त्वम् इति गुणः आश्रये अस्ति इति सूचयित्वा पृथगाश्रय आश्रितत्वम् अस्ति अत्र इति अस्तु इतः अग्रे क्रमेण पठामः वाक्यशः पठामः तर्हि अजितमहोदय प्रथमवाक्यं पठित्वा प्रतिपादयति वा भगिनी एकः प्रश्नः अस्ति एकनिमिषं क्षम्यतां पुनः वदतु भगिनी तत्र पृथगाश्रयाश्रितत्वस्य पुनः विभागं वदतु भगिनी पृथगाश्रय आश्रितौ इत्यस्य तत्र यान्तवान्त आदेशसन्धिः अस्तु तावित्यस्य इति धन्यवादः अस्तु चिन्ता नास्ति अजितमहोदय पठति वा प्रथमवाक्यं कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवेऽपि घटकपालयोः तथावधिकत्वाभावात् न तयोः कर्मजसंयोगोत्पत्तिः खण्डशः पठतु एतत् सर्वं तु वयं जानीमः अयम् एकः अभ्यासः इति चिन्तयतु पुनः पठित्वा पुनरावलोकनं तावदेव सर्वं वयं पठितवन्तः एव कपालभूतलयोः पृथक् आश्रयाश्रितत्वेन तयोः संयोगसम्भवति इत्युक्ते कपालभूतलमध्ये पृथगाश्रय आश्रितत्वेन संयोगः सम्भवति कपालभूतलात् कपालः पृथक् इति रूपेण समीचीनम् घटकपालयोः तथावधिकत्वभावात् तथा अवधिकत्वाभावात् एकनिमिष तत्र अवधिः इति विषयः नागतः एतावत्पर्यन्तं घटकपालयोः तथा विधत्व अभावात् क्षम्यतां तथा विधत्व अभावात् न तयोः कर्मजसंयोगोत्पत्तिः इत्युक्ते घटकपालयोः मध्ये तत्र कर्मजसंयोगज घटकपालयोः यथा कपालभूतलयोः पृथगाश्रयाश्रयत्वेन संयोगसम्भवति तथा घटकपालयो मध्ये न सम्भवति तत्र सर्वं समीचीनतया उक्तम्. अत्र एकं वाक्यम् अस्ति, किमर्थं न सम्भवति कर्मजसंयोगजसंयोगः? किमर्थं तत्र न उक्तम् इत्युक्ते किमर्थम् इत्युक्ते तत्र किमर्थम् इति उक्तं वस्तुतः वाक्ये अस्मिन् पञ्चमीविभक्तिघटितपदं किमपि अस्ति वा? अभावात्. कीदृश अभावात्? तथाविधत्वात् इत्युक्ते तथा इति कस्य सूचकः? तथा इत्युक्ते पृथक्त्वाश्रय. तदेव वा महोदय, समीचीनं. तथाविधत्व अभावात् कीदृशः अभावात् इत्युक्ते पृथगाश्रय आश्रितत्वस्य अभावात्. तत्र कारणपञ्चमी अस्ति, तथाविधत्वाभावात् न तयोः कर्मज संयोगज संयोगोत्पत्तिः. अस्तु, इति बुद्धं स्यात्, सर्वैः बुद्धम् इति मन्ये. प्रश्नः अस्ति वा? प्रश्नः अन्तिमवाक्ये कर्मजसंयोगजसंयोगोत्पत्तिः इत्युक्ते कर्मज तत्र समासः अस्ति तावदेव, नूतनं किमपि नास्ति. अस्तु, न कर्मजसंयोगोत्पत्तिः न संयोगजसंयोगोत्पत्तिः इत्यस्य वदनस्य स्थाने केवलं सर्वम् एकत्रीकृत्वा अत्र उक्तं तावदेव. अस्तु अवगतम्. अस्तु महोदय, अग्रिमवाक्यमपि भवान् एव पठतु. अस्तु, न च गुणरूपस्य तस्य रूपातिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मनाभावात् भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थमिति वाच्यम्. तद् यथा आरम्भे महोदय, आरम्भे वाक्यस्य आकारस्य अथवा वाक्यस्य आकृतेः परिशीलनं कुर्मः. भवता यद् पठितम् इदानीं तद् कस्य वाक्यम्? कस्य वाक्यम् इत्युक्ते मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नेदावधिकत्वे मानाभावात् इत्युक्ते मानाभावात् तद् प्राचीन. अत्र पक्षद्वयमस्ति, प्राचीननैयायिकाः इति प्राचीननैयायिकाः सिद्धान्तिनः. सिद्धान्तिनः किं कुर्वन्तः सन्ति? भेदः एव पृथक्त्वम् इति आक्षेपस्य निवारणं कुर्वन्ति. तद्विरुद्धं यः कोऽपि वदति सः पूर्वपक्षी. तर्हि सिद्धान्ती आक्षेपं निवारयति, पूर्वपक्षी तद्विरुद्धं वदति तथा न, भेदः एव पृथक्त्वम् इति. तर्हि इदं वाक्यं कस्य वाक्यम्, अपि च न च इति पदस्य अन्वयः कुत्र अस्ति इति वदतु. प्रथमतया वाक्यं कस्य वाक्यम् इति प्रथमतया प्राचीननैयायिकानां वाक्यमेव खलु प्राचीननैयायिकाः एव सिद्धान्तिनः सिद्धान्तिनः अस्मिन् प्रसङ्गे तस्य वाक्यं सिद्धान्तिनां वाक्यम् अस्ति समीचीनं तर्हि अस्मिन् वाक्ये किम् अन्तर्भूतमस्ति अस्मिन् वाक्ये मूर्तोत्पत्ति दीयक्षणे जायमान रूप रूपादिवत् नियतावधिकत्वे हा तत् किमस्ति तत् सर्वं रूपादिवत् इत्यस्मात् आरभ्य नियतावधिकत्वे मानाभावात् तद् प्रथम समीचीनम् आपादनम् प्रथमापादनम् आपादनमस्ति कस्य आपादनम् कस्य आपादनम् इत्युक्ते न पूर्वपक्षिण आपादनं खलु हा सत्यं सत्यं समीचीनं महोदय वाक्यं वाक्यं तु वस्तुतः सिद्धान्तिनः अथवा प्राचीनाः प्राचीनानाम् अस्मिन् वाक्ये ते किं दर्शयितुम् इच्छन्ति पूर्वपक्षिणाम् आपादनं दर्शयन्ति तत्र प्रथम आपादनं किम् अस्ति प्रथम आपादनं यदा गुणं द्वितीयक्षणे केवलम् एकनिमिष केवलं प्रथम आपादनं किं द्वितीय आपादनं किम् इति प्रथमतया वदतु न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नेदावधिकत्वे मनाभावात् तद् प्रथम अवधानम् द्वितीयमेव भूतलावधिकत्वमेव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषदाव तत्र पर्यन्तं तत् स्थगयतु तत्र प्रथम आपादनमस्ति रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावः इति प्रथमम् आपादनं द्वितीयमापादनं भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वम् इति द्वितीयमापादनम् अस्तु आपादनद्वयमस्ति तस्मात् किम् तस्मात् तत् आवश्यकत्वात् इति कारणपञ्चमी ततः अग्रे किम् अस्ति तस्मात् किम् आगच्छति पुनः तद्दोषदावस्थम् पूर्वपक्षिणाम् आपादनद्वयेन अथवा पूर्वपक्षिणाम् आपादनद्वयात् किम् आगच्छति तद्दोषः आगच्छति पुनः अतः न च वाच्यं किं न च वाच्यम् आपादनद्वयं न च वाच्यम् इति अवगच्छति वा अवगच्छामि न च पदस्य अन्वयः वाच्यम् इत्यनेन सह अपि च न च वाच्यम् अनयोः मध्ये यत्किमपि अस्ति तद् आपादनद्वयं तत्तु वयं जानीमः एव प्रथम आपादनमस्ति रूपादिवत् इत्यस्मात् मानाभावः पर्यन्तं द्वितीयमापादनं भूतलावधिकत्वस्य आरभ्य आवश्यकता हा आवश्यकत्वं तस्मात् इत्युक्ते आपादनद्वयात् तद्दोषदा अवस्था तदनन्तरं सत्यं सत्यं तद्दोष तादवस्थ्यम् इति न च वाच्यम् हा बहु समीचीनं तथा एव अस्ति अस्तु इदानीं वाक्यस्य आकृतिः दृष्टा अस्माभिः वाक्यं सिद्धान्तिनः अस्ति सिद्धान्तिनः वाक्ये आपादनद्वयम् अस्ति आपादनद्वयात् एकः दोषः पुनः आगच्छति अतः तथा न वाच्यम् आपादनद्वयं न वाच्यम् इति सिद्धान्ती वदति पूर्वपक्षिणम् उद्दिश्य तर्हि आपादनद्वयस्य अर्थः कः इति परिशीलयिष्यामः किञ्चित् सावित्री भगिनी तत्र किञ्चित् प्रतिपादयति वा आं भगिनि प्रथम आपादनस्य सारांशः अस्ति यत् गुणरूपस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इत्युक्ते यत् ये गुणाः इतः पूर्वं परिशीलितवन्तः तत्र कोऽपि गुणः नियतावधिकः न आसीत् पृथक्त्वम् इति गुणः इति न स्वीकुर्मः किमर्थम् इत्युक्ते द्वयोः अङ्गीकुर्वन्ति यत् पृथक्त्वं नियतावधिकः इति परन्तु इतः पूर्वं कोऽपि गुणः नियतावधिकः न आसीत् परन्तु भेदः नियतावधिकः आसीत् तदर्थं पृथक्त्वं गुणः न भेदः एव इति प्रथम आपादनस्य सारांशः समीचीनम् अग्रे भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वात् अस्तु यदि पृथक्त्वम् इति गुणः अथवा नियतावधिकः गुणः इति स्वीकुर्मः तदा यथा भूतलावधिकः पृथक्त्वम् अस्ति घटे तथा एव कपालावधिकः पृथक्त्वम् अपि घटे स्यात् किमर्थं चेत् तत्र कोऽपि नियमः न स्थापितः अवधिविषये अथवा गुणस्य गुणं पृथक्त्वमिति गुणः स्वीकुर्मः चेत् सर्वत्र एकः भवतु सर्वत्र समानः भवतु यथा भूतलावधिकः पृथक्त्वं घटे भवति तथा एव कपालावधिकपृथक्त्वम् अपि घटे भवेत् इति पूर्वपक्षिणः मतम् अस्ति नियतावधिकः इत्युक्ते अथवा निखिलावधिकं भवतु निखिलावधिकः गुणः भवतु इति तेषां मनसि अस्ति यथा भेदः न भेदः न यथा किमपि नियमः न स्थापितः तदर्थं हा समीचीनं सर्वत्र अवधिः भवतु तत्र कोऽपि नियमनं नास्ति चेत् भूतलावधिकत्वं यथा अस्ति पृथक्त्वस्य तथा कपालावधिकत्वम् अपि भवतु इति पूर्वपक्षी वदेत् अस्तु यदा तथा वदति यदि तथा वदति तर्हि कः दोषः आगच्छति भगिनि अहमेव वा भगिनि भवती एव समापयतु द्वयोः आपादनस्य समान आपत्तिः आगच्छति यत् द्वयोः मध्ये संयोगः सम्भवति प्रथम आपादने यथा नूतनाः चिन्तयन्ति तत् नियतावधिकः गुणः न भेदः एव तदा किं भवति कपाल अपि च घटः द्वयोः पृथगाश्रयाश्रितः भवति भवतः तदर्थं द्वयोः मध्ये संयोगः सम्भवति द्वितीय आपादनस्य अपि स एव दोषः आगच्छति. भूतलावधिकत्वस्य एव कपालावधिकः पृथक्त्वम् अपि घटे भवेत् इति चिन्तयामः चेत् पुनः द्वयोः द्वयोः पृथगाश्रयाश्रितौ भवतः तदर्थं पुनः घटकपालयोः संयोगः सम्भवति. तत्रैव दोषः द्वयोः आपादनस्य भवति. समीचीनं. तर्हि आपादनद्वयम् इति उक्तम्. आपादनद्वयेन पुनः सः दोषः आगच्छति. कः दोषः? संयोगापत्तिः इति दोषः. तादृशः दोषः उभाभ्यां न इष्टमस्ति. तर्हि सः दोषः मा आगच्छतु इति कृत्वा तथा आपादनद्वयं न वाच्यम् इति सिद्धान्ती वदति. समीचीनमस्ति. तर्हि अजितमहोदय इदानीम् अवगच्छति वा आपादनद्वयेन कः दोषः आगच्छति? आं भगिनि, उच्यताम्. आपादनद्वयेन दोषः कः? आपादनद्वयेन दोषः इत्युक्ते यथा भगिन्या उक्तं पृथक्त्वं नियतावधिकत्वेन प्रथम आपादने पृथक्त्वं गुणः नास्ति इति पृथक्त्वं गुणः नास्ति इति तत् कथं निर्णीतव्यम् इत्युक्ते नियतावधिकत्वम् अस्ति. नियतावधिकः पदार्थः कः अस्ति? अन्यः पदार्थः कः नियतावधिकत्वविषये यदा वयं पठितवन्तः? पृथक्त्वं नियतावधिकं, तदनन्तरं नियतावधिकत्वविषये भेदः अपि नियतावधिकः खलु. तेन आधारेण पूर्वपक्षी आपादनं कुर्यात् यत् भेदः पृथक्त्वमेव, भेदः पृथक्त्वम् अपरः गुणः इति मानाभावः. अस्तु, तेन किम् आगच्छति? इदानीं भेदः इति एव पृथक्त्वम् इति चेत् घटे अपि भेदः, कपाले अपि भेदः, तदा किम् आगच्छति? तत्र आगच्छति इत्युक्ते भिन्नाश्रय आश्रितत्वम् इति आगच्छति न वा तदा? तद् स्वीकुर्मः चेत् तदा आगच्छति. पृथक्त्वमेव भेदः इति स्वीकुर्मश्चेत् आपादनं प्रथम आपादनम् अनुसृत्य तर्हि भेदरूपतायाः कारणात् भिन्नाश्रयाश्रितत्वम् इति आगच्छति. कपालः भिन्नाश्रये घटः. भिन्नाश्रयाश्रितत्वमेव पृथगाश्रयाश्रितत्वम् इति उच्यते चेत् तदा कः दोषः आगच्छति पुनः? भगिनी उक्तवती इदानीं पृथगाश्रयाश्रितत्वम् इत्यनेन किं साधितं भवति? राजेन्द्रमहोदय किञ्चित् साहाय्यं करोति वा? आं भगिनि, प्रयत्नं करोमि. तदा तु संयोग आपत्ति आगच्छति यथा तत् स्वीकुर्मः चेत्, यथा भूतल अवधिक्तस्य एव कपाल अवधिक्तस्य अपि. न न न, एकनिमिषः. प्रथम आपादने स्मः वयं. प्रथम आपादने भेदः एव कृतत्वम् इति, तत् वदामः चेत् पूर्वपक्षिणः वदन्ति यथा कोऽपि नियमः न साधितं तथा निखिल अवधिक्तम् एव भवतु सर्वत्र यथा पूर्वं नियता अवधिक्तं कमपि गुणेषु न आसीत् तत्कारणात् यदा प्रसक्तं गुणरूपं स्वीकुर्मः तत् भेदः एव अस्ति सः यथा तत् निखिल अवधिक्तं तेषां मनसि आसीत् तत्र निखिल अवधिक्तं भवतु तथा यथा कोऽपि नियमः न आसीत् हा अस्तु तत्तु निखिलावधिकस्य विचारः तु द्वितीय आपादने परन्तु प्रथम आपादने प्रथम आपादने किं वदन्ति गुणः नास्ति पृथक्त्वं गुणः नास्ति चेत् अस्ति किं गुण यथा पूर्वं कस्मिन्नपि गुणेषु नियता अवधिक्तं न आसीत् भेदस्य स्तरे नियता अवधिक्तम् अस्ति तथा भेदः पृथक्त्वं भेदः एव भवतु अन्यत्र समीचीनं भवता यदुक्तं पृथक्त्व यत् भेदस्थले अपि नियतावधिकत्वम् अस्ति खलु तत् समीचीनं तेन आधारेण भेदः एव पृथक्त्वम् अथवा पृथक्त्वमेव भेदः इति वदति तथा वदति चेत् घटकपालयोः मध्ये भिन्नाश्रयाश्रितत्वम् आगच्छति भिन्नाश्रय आश्रितत्वम् एव पृथगाश्रय आश्रितत्वम् इति चेत् भेदः एव पृथक्त्वम् इति साधितं तदा भिन्नाश्रयाश्रितत्वं पृथगाश्रयाश्रितत्वं समानम् इति साधितम् एकवारं पृथगाश्रयाश्रितत्वम् आगच्छति चेत् युतसिद्धत्वम् आगच्छति पुनः तेन कपाल घटकपाल स्थले तत्र बिना आशाश्रितत्वम् अस्ति परन्तु पृथक् आशाश्रितत्वं न नास्ति यथा ते अयुतसिद्धौ इति वयं जानीमः सत्यम् इति वयं जानीमः परन्तु प्रथम आपादनस्य तर्केण चिन्तयामश्चेत् तस्य तर्कस्य अनुसारं तर्कमनुसृत्य भिन्नाश्रय आश्रितत्वात् युतसिद्धत्वम् आगच्छति युतसिद्धत्वात् संयोगापत्तिः इति दोषः पुनः आगच्छति स्पष्टमस्ति वा परन्तु कथं युतसिद्धत्वम् आगच्छति भगिनि युतसिद्धत्वम् इत्युक्ते पृथग् आश्रितत्वं सत्यम् इति वयं जानीमः यतोहि अस्माभिः सर्वं परिशीलितम् इदानीं पूर्वपक्षिणां स्थाने स्थित्वा चिन्तयामश्चेत् पूर्वपक्षी किं वदति पूर्वपक्षिणः मनसि पृथक्त्वम् ईक्वल् टु भेदः अस्तु तर्हि पृथगाश्रयाश्रितत्वम् इत्यस्य स्थाने पृथक्त्वं निष्कास्य भिन्न इति स्थापयति चेत् शब्दं पृथगाश्रयाश्रितत्वं भिन्नाश्रयाश्रितत्वं समानः इति तेषां मनसि तदा भिन्नाश्रय आश्रितत्वस्य आधारेण युतसिद्धत्वं युतसिद्धत्वस्य आधारेण संयोगापत्तिः इति सर्वम् आगच्छेत् समीचीनं वा इति प्रथमापादनं तर्हि अजितमहोदय अवगतं किम् अवगतं भगिनि अहम् एकवारं प्रयत्नं करोमि तत्र पृथक् पृथक्त्वम् इति भेदः एव अङ्गीकरोति चेत् पृथक्त्व आश्रय भिन्नाश्रय आश्रितस्थले पृथक्काश्रय आश्रित अपि कर्तुं शक्यते तत्र परन्तु पृथक्काश्रय आश्रितयोः युगसिद्धत्वं भविष्यति तत्र भवति चेत् तत्र संयोगापत्तिः इति आपत्ति अनुभवति तत् तत्कारणात् पृथक् भिन् भेदः पृथक्त्वं भिन्नं भेदः भिन्नं पृथक्त्वं भिन्नं भेद भेद भेद भेदः भिन्नम् इति सिद्धान्तिनः हा समीचीनं महोदय इति सिद्धान्तिनः मतं तर्हि इदमेव प्रथममापादनं प्रथम आपादनेन संयोगापत्तिः इति दोषः अवस्थितम् इति कारणेन तथा न वाच्यम् इति सिद्धान्ति वदति अस्तु तर्हि प्रथम आपादनं स्पष्टं स्यात् सर्वेषां मनसि इदानीं किञ्चित् वर्धिनी भगिनी द्वितीय आपादनस्य विषये वदति वा वक्ष्यमाण न एकनिमिष द्वितीय आपादनं किम् अस्ति वर्धिनी भगिनी खलु भूतल अस्य एव कपाल अवधिकत्वस्य अपि आवश्यकत्वात् तावदेव तावदेव द्वितीय आपादनमस्ति भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकता इति तस्य अर्थः कः भूतल अवधिक घटः भूतलात् भिन्नः खलु भूतल समीचीनं घटः भूतलात् पृथक् इत्यस्य इत्यस्मिन् पृथक्त्वं कीदृशं पृथक्त्वं भूतलावधिकं खलु संयोगः भवति सत्यम् इदानीं कपालः घटः भूतलात् अपि आवश्यकम् अत्र भूतलाधिकत्वम् एव कपालाधिकत्वमपि भवति इति प्राचीनसिद्धान्तः भूतलावधिकत्वस्य इव कपालावधिकत्वमपि भवतु इति पूर्वपक्षी आपादयति किमर्थं तथा आपादयति पृथक्त्वं भिन्नः भेदः भिन्नः सत्यम् आपादनस्य कारणं किं सन्ध्या भगिनी किञ्चित् साहाय्यं करोति वा तत्र पूर्वपक्षिणः वदन्ति तत्र यदि स्वीकुर्मः तर्हि तत्र तत्र घटभूतलयोः यदा इत्युक्ते घटे यदा भूतलावधिकत्वम् अस्ति तथा कपालावधिकत्वस्यापि कपालावधिकत्वमपि स्वीकरणीयं भवति यतोहि अस्मिन् क्षेत्रे किमपि नियमः नास्ति अतः निखिलावधिकत्वं स्वीकरणीयं भवति इति द्वितीयम् आपादनम् अस्ति समीचीनम् बुद्धं वा वर्धिनी भगिनी निखिलावधिकत्वं नास्ति एकनिमिषः यत् सन्ध्या भगिन्या उक्तं तस्य सारांशः अस्ति यत् नियतावधिकत्वं भवतु अस्तु इदानीं नियमः नास्ति खलु नियतावधिकत्वम् एव भवतु इति नियमः नास्ति अवधिः कुत्र भवतु इति नियमनं नास्ति अस्तु तर्हि कपालावधिकपृथक्त्वम् अपि भवतु किमर्थं न स्यात् इति आपादनं द्वितीयम् आपादनम् तर्हि कपालावधिकपृथक्त्वम् अपि अस्ति इति चेत् किम् आगच्छति घटकपालयोः मध्ये किं भवति समवायसम्बन्धः अस्ति घटकपालयोः मध्ये एकनिमिष कपालावधिकत्वं भवति चेत् कपालावधिकम् इत्युक्ते किं पृथक्त्वं कपालावधिकं पृथक्त्वस्य विशेषणं खलु कपालावधिकपृथक्त्वमपि भवतु इति चेत् घटकपालयोः मध्ये पृथक्त्वम् आगच्छति पुनः सः एव मार्गः पृथक्त्वम् अस्ति इति चेत् युतसिद्धत्वं युतसिद्धत्वम् अस्ति इति चेत् संयोगः संयोगः दोषः न इष्टः अतः आपादनद्वयं न वाच्यम् इति सारांशः. बुद्धं वा? अस्तु, तर्हि अग्रे पठतु भगिनि. वक्ष्यमाणविभागस्य द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि न निखिलाधिपधिकत्वं किन्तु स्मनाश्च संयोगाश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. वक्ष्यमाणविभागस्य द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि न निखिलाधिकत्वं निखिलावधिकत्वं नास्ति. सत्यं. कस्य विभागस्य? विभागस्य द्रव्योत्पत्ति द्वितीयक्षणे जायमानस्य अपि इति जायमानस्यापि न निखिलावधिकत्वं नास्ति. किन्तु स्वनस्य संयोगाश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. एकपदार्थः नश्यं भवति स्वनस्य संयोगाश्रय अवधिकत्वमेव. अत्र किञ्चित् स्पष्टीकरणम् अपेक्षितम् अस्ति. प्रथमतया निखिलावधिकत्वस्य विषये किमर्थं वदन्ति सिद्धान्तिनः? संध्या भगिनी किञ्चित् वदति वा? तत्र पूर्वपक्षेणः द्वितीयापादने निखिलावधिकत्वम् इति विषयः अस्ति, अतः तस्य द्वितीयापादनस्य निरासनं कर्तुं तत्र निरासं कर्तुं तत्र निखिलावधिकत्व त्वस्य विषये अस्मिन् वाक्ये अस्ति, अतः निखिलावधिकत्वम् इति विषयः आगतः अस्ति. हा, अस्तु, समीचीनम्. उदाहरणत्वेन विभागस्य विषयः आगतः. विभागस्य अपि निखिलावधिकत्वं नास्ति, किन्तु अस्ति किम्? तर्हि अत्र वदन्ति विभागस्य अपि तत्र निखिलावधिकत्वं नास्ति, किन्तु तत्र एकावधिकत्वम् अस्ति. तत् कुत्र अस्ति इत्युक्ते यस्मिन् द्रव्यसंयोगस्य आश्रयः भवति तस्मिन्नेव द्रव्ये अवधिकत्वम् अस्ति विभागस्य इति. समीचीनम्. अत्र स्वम् इति कस्य प्रतिनिधिः? स्वम् इति विभागः. सम्यक्. विभागस्य प्रतिनिधिः अपि च संयोगः कीदृशः? तर्हि विभागेन नाश्यः अस्ति संयोगः, अतः स्वनाश्यसंयोगः. स्वनाश्यसंयोगः, तस्य आश्रयः एव अवधिः. आम्. हा, समीचीनं भगिनि. नाम अत्र इदानीं फलं वृक्षात् विभक्तम् इति वाक्ये प्रथमतया फलवृक्षयोः आसीत् इति संयोगः, अथवा पुस्तकं वृक्षात् विभक्तम् इत्यस्मिन् वाक्ये प्रथमं संयोगः आसीत्, तदा विभागः जातः, तदा विभागेन संयोगः नष्टः भवति, खलु? अतः संयोगः यत्र अस्ति तस्य स्थाने विभागः आगच्छति. अनेन कारणेन वदन्ति यत् स्वनाश्यसंयोगाश्रयः, तदेव विभागस्यापि आश्रयः. परन्तु विभागस्थले यथा भगिन्या उक्तम् एकत्र विभागः अपरत्र अवधिः इति स्वीक्रियते, खलु? पुस्तकं वृक्षात् विभक्तम् इत्युक्ते वृक्षः अवधिः, वृक्षः अपि स्वनाश्यसंयोगाश्रयः, सः एव अवधिः भवति विभागस्य. स्पष्टं वा सर्वेषां मनसि? अस्तु, अत्र कोऽपि प्रश्नः अस्ति चेत् कृपया वदन्तु. पुनः गभीरतया अस्य परिशीलनं न भवति एव इति मन्ये, यतोहि वयम् अन्ते स्मः अस्य सर्गस्य. अस्तु, तर्हि विभागस्य उदाहरणेन किं दर्शितं? पृथक्त्वस्यापि निखिलावधिकत्वं नास्ति. यथा विभागस्य निखिलावधिकत्वं नास्ति, एकत्र एकत्र अवधिः स्वीक्रियते अपरत्र वार्यते, तद्वदेव पृथक्त्वम् अपि इति. मध्ये नूतनैः आगतं वा कोऽपि अस्ति, ये नूतनतया आगतवान् अथवा आगतवती? अहं लक्ष्मी अस्मि भगिनि. अस्तु अस्तु लक्ष्मी भगिनी, अस्तु लक्ष्मी भगिनी, तर्हि अग्रे पठति वा? लक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यपि न निखिलावधिकत्वं, किन्तु स्वनाश्य तयोग आश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. तद् अभवत्, ततः अग्रे. अस्तु, तथा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्व आश्रय भगिनी न श्रूयते, लक्ष्मी भगिनी न श्रूयते. अस्तु, तथा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्व आश्रयसमवायिकारणपरम्परा परम्परायां परमाणवन्तं यन्मूर्तं तद् तत् अतिरिक्त अवधिकत्वमेव जायते इति स्वीकारात्. अस्तु, अत्र पृथक् यथा विभागस्थले किञ्चित् अवधिकत्वं स्वीक्रियते, किञ्चित् अवधिकत्वं वार्यते इत्युक्ते तत् तथैव पृथक्त्वस्थले अपि पृथक् आश्रय पृथक्त्वस्य आश्रयम् आश्रयस्य अवयवपरम्परायां यानि द्रव्याणि सन्ति परमाणवन्तं तानि अतिरिक्त अवधिकत्वमेव हि एव स्वीक्रियते इति अत्र अत्र पृथक्त्वमपि. अस्तु, तत् सर्वं समीचीनं. तथा इदम् इति उक्तं, तथा इत्युक्ते कीदृशं? यथा विभागः द्वितीय यथा विभागः गुणः द्वितीयादिक्षणे उत्पन्नमस्ति तथैव पृथक्त्वमपि द्वितीयादिक्षणे जायमानः गुणः यथा विभागस्थले विभागस्थले तु नियतावधिकत्वं नास्ति, पृथक्त्वस्थले अपि विभागमिव अस्तु विभागमिव पृथक्त्वमपि द्वितीयादिक्षणे जायमानम् अपि च पृथक्त्वस्थले अपि विभागम् इव किञ्चित् अवधिकत्वं स्वीक्रियते, किञ्चित् अवधिकत्वं वार्यते इति. समीचीनं भगिनि, तर्हि अवधिकत्वम् अवधित्वं कुत्र वार्यते? स्व आश्रयपरम्परायां परमाणवन्तं यानि मूर्द्रव्याणि सन्ति तानि अतिरिक्त अवधिकत्वं वार्यते. तानि अतिरिक्त अवधिकत्वं स्वीक्रियते. ओ स्वीक्रिय ओ आमाम् अतिरिक्त अवधिकत्वं स्वीक्रियते. आमाम्. तर्हि किम् अत्र स्वाश्रयसमवायिकारणपरम्पराम् इति पदच्छेदं कृत्वा किञ्चित् वदति वा? आम्, स्व आश्रय इत्युक्ते पृथक्त्वस्य यः घटः स्वीकुर्मः चेत् घटपृथक्त्वस्य आश्रयः घटमेव स्व आश्रय स्व घटः समवायिकारणेन कपाले अस्ति, कपालः कपालिकायां समवायिकारण समवायिकारणे अस्ति इति इति अधः गच्छामः चेत् परमाणुपर्यन्तं अवयव परमाणुपर्यन्तं ये द्रव्याणि आश्रये सन्ति ते सर्वे समवायिकारणे आश्रयम् ऐ मीन् अस्तु अहं पुनः वदामि. किन्तु भवत्या यदुक्तं तत् सर्वं सत्यमेव, भवती जानाति इति चिन्तयामि. आं जानामि, किन्तु वाक्यरचना क्लेशः अभवत्. अस्तु, आश्रय स्व आश्रय घटस्य अवयवः कपालः समवायिकार घटः समवायिकारणे कपालि कपाले अस्ति, कपालः कपालिकायां तथैव अस्ति इति परमाणुपर्यन्तं आम् आश्रयपरम्परा परमाणुवन्तं भवति। तर्हि स्व आश्रय समवायिकारणपरम्परा परमाणुवन्तम् इत्युक्ते परमाणु योगः अन्तं, तत्र सन्धिः अस्ति, यण् सन्धिः इति। अस्तु, तर्हि परमाणुवन्तं यन्मूर्तम् इत्युक्ते यद्यद् मूर्तं तद् अतिरिक्तमेव अवधिः स्वीक्रियते कस्य? अवधिः कस्य भवति? पृथक्त्वस्य एव, पृथक्त्वम् अवधिकम्। आं, पृथक्त्वम् अवधिकं, अवधिः अन्य अन्यद्रव्याणि, अन्यद्रव्याणि ये अन्यदेशे सन्ति। हा, ये अन्यदेशे सन्ति अथवा ये स्वाश्रयसमवायिकारणपरम्परायां न सन्ति। आम्, तर्हि ते एव अवधयः भवन्ति पृथक्त्वस्य, कस्यापि भवतु, पृथक्त्वं घटस्य वा पटस्य वा। स्वाश्रयसमवायिकारणपरम्परायां द्रव्यं नास्ति चेत् तस्य पृथक्त्वस्य अवधिः भवति। अस्तु, इदानीं परमाणोः विषयः आगतः, तर्हि इदानीं परमाणोः विषयं श्रुत्वा पुनः एकम् आपादनं कुर्यात् पूर्वपक्षी। तदापादनं किम् इति अग्रे लक्ष्मी भगिनी पठति वा? आम्, न चैवं परमाणुद्वय संयोग अनुपपत्तिः। परमाणु परमाणु एकाकी परमाणु परमाणोः आश्रयं न सन्ति परमाणु एकवारं सर्वं पठतु न च इत्यस्मात् तदनन्तरं चर्चयामः। न चैवं परमाणुद्वय संयोग अनुपपत्तिः संयोगानुपपत्तिः तयोः अनाश्रितत्वात् इति वाच्यं, तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात्। अस्तु, इत्युक्ते परमाणु प्रत्येकं द्रव्यस्य अन्तिम अवयवः, परमाणोः आश्रयः नास्ति। यदि वयं यदि पूर्वपक्षिणः पूर्वं दृष्टवन्तः यत् स्वसमवायिकारणपरम्परायां न संयोगः कुत्र भवति इत्युक्ते संयोगः पृथक् आश्रयाश्रित पृथक् आश्रय आश्रितमध्ये एव संयोगः भवति इति। यदि परमाणोः आश्रय अस्ति चेत् परमाणोः आश्रयः नास्ति चेत् कथं वा परमाणुद्वयोः संयोगः भवति इति प्रश्नः आगच्छेत्। तस्य उत्तरमस्ति स्वतन्त्रक्रियावत् इति स्वतन्त्रक्रियावत् इति ईश्वर इच्छावशात् इति स्वीकुर्मः चेत् तस्य परमाणुद्वयोः संयोग अनुपपत्तिः न भवति। अनुपपत्तिः इत्युक्ते इन्कम्पेटबिलिटि, उपपत्तिः अनुपपत्तिः विरुद्धार्थकपदे। अनुपपत्तिः इत्युक्ते अनुपस्थितिः इति वक्तुं शक्नुमः। अस्तु, असाध्यम् इति। अस्तु भगिनि, समीचीनं। तर्हि परमाणोः परमाणोः मध्ये संयोगस्य निमित्तं किम्? परमाणोः मध्ये संयोगस्य निमित्तं स्वतन्त्रक्रियावत् स्वतन्त्रक्रिया नो चेत् ईश्वर इच्छा इति द्वयोपि वक्तुं शक्नुमः। ईश्वर इच्छा विषये अत्र किमपि न उल्लेखितं, तर्हि स्वतन्त्रक्रिया इत्येव स्वीकुर्मः। स्वतन्त्रक्रियावत्त्वम् इति अस्ति परमाणोः, स्वस्य गुणः अस्ति, स्वभावः, तेन उभयोः परमाणोः मध्ये संयोगः सम्भवति. अतः किं न वाच्यम्? अस्तु, अतः परमाणु संयोग अनुपपत्तिः इति न वाच्यम्. हा, तर्हि यथा सामान्यं न च इत्यस्य अन्वयः वाच्यम् इत्यनेन सह एव अस्ति. अस्तु, मध्ये पूर्णविरामः आगच्छति खलु, तस्य अपसरणं कृत्वा एकं वाक्यमिति मत्वा पठति चेत् परमाणुसंयोगानुपपत्तिः तयोः अनाश्रितत्वात् इति न च वाच्यम् इति वाक्यं भवति. अस्तु, इति स्पष्टं वा सर्वेषां मनसि? भगिनी भगिनी, स्पष्टमस्ति? अस्ति. हा, तर्हि किञ्चित् स्वस्य वाक्यैः वक्तुम् इच्छति वा परमाणुद्वयोः संयोगस्य विषये? परमाणुद्वयसंयोगः अनाश्रितत्वात् आश्रयः नास्ति. परमाणु स्वतन्त्रक्रियया. हा, परमाणोः एकनिमिषः, आश्रितः नास्ति इत्यनेन पृथगाश्रय आश्रितत्वं न भवति परमाणोः. परमाणुः अनाश्रितः इत्युक्ते समवायेन न कुत्रापि तिष्ठति. अस्तु, इति कृत्वा परमाणोः पृथगाश्रय आश्रितत्वं नास्ति. पृथगाश्रय आश्रितत्वं नास्ति चेत् किं भवति? पृथगाश्रय एकनिमिष पृथगाश्रय आश्रितत्वं संयोगसाधकं खलु. तर्हि आपादनं किम् अस्ति अत्र? आपादनम् अस्ति यत् परमाणुसंयोग अनुपपत्तिः अथवा अनुपस्थितिः इति. किमर्थं परमाणोः संयोगानुपपत्तिः इति आपादनं तेषाम् अनाश्रितत्वात् इति न वाच्यम्? किमर्थं न वाच्यम्? परमाणुसंयोग अनुपपत्तिः अनाश्रितत्वात् इति न वाच्यं, यतोहि परमाणुद्वयोः संयोगः सम्भवति. परमाणुद्वयोः संयोग अनुपपत्तिः इति दोषपूर्णं, यतोहि परमाणुद्वयसंयोगः उपपत्तिः अस्ति, सम्भवति. किमर्थं सम्भवति? स्वतन्त्रक्रियया सम्भवति इति सारांशः. तर्हि आहत्य पुनः न च वाच्यम् इति पर्यन्तं सर्वं सिद्धान्तिनः वाक्यं. मध्ये यदस्ति पूर्वपक्षिणाम् आपादनम् अथवा चिन्तनं, तत् चिन्तनं दोषयुक्तं तथा न वाच्यं, यतोहि परमाणुद्वयसंयोगः सम्भवति, स्वतन्त्रक्रियावत्वम् इति निमित्तमस्ति तत्र. इति स्पष्टमस्ति वा सर्वेषां मनसि? अस्तु भगिनि. सरला भगिनी पठितुम् इच्छति चेत् वदतु. अस्तु, सन्ध्या भगिनी अग्रे पठति वा? आं भगिनि. इत्थमेव मूर्तविभूसंयोगस्थले संयुक्तयोः पृथगाश्रयाश्रितत्वस्य असम्भवेऽपि एकस्य मूर्तस्य पृथगाश्रयाश्रितत्वात् संयोगोपपत्तिः. तर्हि अत्र इदानीं एकमूर्तद्रव्यम् अनन्तरम् एकं विभुद्रव्यं, तयोः मध्ये संयोगः कथं वा भवति वा न वा इति प्रश्नः अस्ति. तर्हि तत्र किमर्थम् एषः प्रश्नः इत्युक्ते, तत्र विभुद्रव्यं यदस्ति तत्र पृथगाश्रयाश्रितत्वम् इति किमपि नास्ति, यतोहि तस्य अवयवः अवयवी इति किमपि नास्ति, अतः आश्रयः एव नास्ति तत्र, आश्रयः आश्रितः इति नास्ति. तर्हि तत्र किमपि तत्र संयोगः न भवितुम् अर्हति इति यदि वदामः तर्हि तथा नास्ति. एकस्य मूर्तद्रव्यस्य तत्र पृथगाश्रयाश्रितत्वम् अस्ति, इत्युक्ते मूर्तद्रव्यं यद् एकमस्ति तस्य आश्रयः तत्र अवयवः अवयविनः इति अवयवी इति सर्वम् अस्ति इति कृत्वा तत्र पृथगाश्रयाश्रितत्वम् अस्ति. अतः द्वयोः मध्ये इत्युक्ते मूर्त द्रव्ये अनन्तरं विभूद्रव्यम् एतयोः द्वयोः मध्ये संयोगः भवितुम् अर्हति, तत्र संयोग उपपत्तिः अस्ति इति. सम्यक्. तर्हि यद्यपि विभुद्रव्यस्य आश्रयः नास्ति, यतोहि विभुः आकाशः इति स्वीकुर्मश्चेत् आकाशस्य अवयवः न सन्ति. अवयवः न सन्ति इत्युक्ते समवायसम्बन्धेन आश्रयः अपि नास्ति इति कृत्वा विभुद्रव्यस्य पृथगाश्रयाश्रितत्वं न स्यात्. तथापि एकस्य मूर्तद्रव्यस्य पृथगाश्रयाश्रितत्वम् अस्ति चेत् संयोगः सम्भवति इति सारांशः. तर्हि अस्य विषये यदा चर्चितवन्तः तत्र एकं प्रश्नमपि चर्चितवन्तः, स्मर्यते वा? विभूद्रव्यमपि द्रव्यम् एव खलु. तर्हि पृथक्त्वम् इति गुणः स्यात्, पृथक्त्वं सर्वेषु द्रव्येषु वर्तते, पृथक्त्वं स्यादेव. तर्हि कथं साधयन्ति पृथक्त्वं विभुद्रव्ये? सन्ध्या भगिनी किमपि स्मरति वा तत्र? न भगिनि. अहं किञ्चित् सायं करोमि. हा सम्यक्, राजेन्द्रमहोदय वदति वा तर्हि? उपाधिभेदात् तत्र विभजनं कर्तुं शक्नुमः. यथा यथापि विभु द्रव्य तत्र विभजनं न भवति, परन्तु उपाधिभेदात् तत्र विभजनं कर्तुं शक्नुमः, तथा तत्र संयोगः सम्भवति. इत्युक्ते आकाशस्य उदाहरणं दत्वा किञ्चित् वदति वा उपाधिः कथं स्थाप्यते? यथा घटः घटः किमपि उत्पीठिकायां अस्ति, तत्र यथा तत्र संयोगः जायते तत् आकाशदेश भिन्नः अस्ति, परन्तु यदा उत्पीठिकात् बहिः आगच्छति तत्र तु आकाशदेश भिन्नः भवति तत्र उपाधिभेदः. सम्यक्, समीचीनं समीचीनम् इति एव वार्ता. उपाधिभेदं कल्पयित्वा प्रकोष्ठः इति उपाधिः, प्रकोष्ठात् बहिः यः आकाशः अस्ति सः पृथक् इति कल्पयित्वा उपाधिभेदान् विभुद्रव्येषु अपि पृथक्त्वं साधयन्ति. तेन आधारेण अपि मूर्तविभुसंयोगः सिद्ध्यति इति उक्त्वा तयोः पृथगाश्रयाश्रितत्वम् अस्ति इति वक्तुं शक्यते. स्पष्टं वा? आं भगिनि. अस्तु, अग्रे पठतु भगिनि. न च एवं घटकपालयोः मध्ये अपि कपालस्य कापालिकाश्रितत्वात् घटस्य च कपालाश्रितत्वात् पृथगाश्रयाश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगापत्तिः सर्वादौ उक्ता अनिवार्या एव इति वाच्यम्. तर्हि यथा पूर्वस्मिन् वाक्ये मूर्तविभू संयोगस्थले तत्र एकस्य पृथगाश्रयाश्रितत्वम् अस्ति इति कृत्वा तत्र संयोगः भवति इति उक्तं, तथैव यदि अग्रे तदेव स्वीकृत्य तत्र घटकपालयोः मध्ये अपि तत्र कपालस्य आश्रयः तु कपालिका भवति, अनन्तरं घटस्य आश्रयः तु कपालः भवति इति कृत्वा तयोः द्वयोः मध्ये पृथगाश्रयाश्रितत्वम् अस्ति, अतः तत्र कपालक्रियया कपाले या क्रिया भवति तेन घटकपालयोः मध्ये संयोगः भवति इति यद् उक्तमस्ति तत्तु दोषपूर्णमेव, तत्तु आपत्तिः एव अस्ति, तथा न भवति. तर्हि तद् तथा न स्वीकरणीयम् इति वाक्यमस्ति एतद्. हा, वाक्यस्य सारांशः तु समीचीनतया उक्तः. पुनः अत्र न च अपि च वाच्यं अनयोः मध्ये यत्किमपि अस्ति तद् कस्य मतमस्ति अथवा कस्य चिन्तनम्? तत्र मध्ये यदस्ति एतयोः पदयोः मध्ये तद् पूर्वपक्षिणः मतमस्ति. हा, पूर्वपक्षिणां मतमस्ति. अनन्तरं सम्पूर्णं वाक्यं तथा न स्वीकरणीयं, न तथा नास्ति इति सिद्धान्तिनां वाक्यमस्ति. हा, समीचीनम्. इदानीं पूर्वपक्षी वदति किं संयोगापत्तिः अनिवार्या इति वदति. हलो. हा, संयोगापत्तिः अनिवार्या इत्युक्ते तत्र संयोगापद, क्षम्यतां भगिनि वदतु, अनिवार्यशब्दस्य अर्थः कः? इत्युक्ते स्वीकरणीयम् एव इति, तस्य निराकरणं कर्तुं न शक्नुमः. हा हा, संयोगापत्तिः अनिवार्या नाम निवारयितुम् अशक्या इति पूर्वपक्षी वदति. केन आधारेण तथा वदति? ते वदन्ति तत्र घटस्य आश्रयः तु कपालः, परन्तु कपालस्य आश्रयः तु भिन्नमेव अस्ति, कपालिका इति. अतः तत्र द्वयोः मध्ये घटस्य आश्रयः अन्यत्, कपालस्य आश्रयः अन्यत् इति कृत्वा तयोः मध्ये पृथगाश्रय आश्रितत्वस्य सम्भावना अस्ति. अतः तया सम्भावनया किं भवति, कपाल तथा यदि स्वीकुर्मः पृथगाश्रयाश्रितत्वम् अस्ति तर्हि कपाल कपाले या क्रिया भवति तया क्रियया घटकपालयोः मध्ये संयोगः भवति, तद् स्वीकरणीयम् एव इति पूर्वपक्षिणः वदन्ति. समीचीनम्. पूर्वपक्षिणः तथा वदन्ति, तथा न वाच्यम् इति सिद्धान्ती वदति. हा, पुनः किमर्थं तथा न वाच्यम् इति अग्रिमवाक्ये अस्ति, पठति वा? आम्, तर्हि समानदिग्भागव्यापिनां दिगुपाधिभूतानां घटावयवपरम्परागतानां कपालकपालिकादीनां परस्परावधिकपृथक्त्वस्य अस्वीकारात्. तर्हि एतद्वाक्यं सिद्धान्तिनः वाक्यमस्ति. ते वदन्ति यद्यपि तत्र घटस्य आश्रयः तत्र कपालः अस्ति, अपि च कपालस्य आश्रयः तत्र कपालिका इति भिन्नम् अस्ति, तथापि तत्र एते सर्वे पदार्थाः घटः अपि च कपालः, कपालिका, एते सर्वे अपि च अन्येपि पदार्थाः तस्मिन् घटस्य अवयवपरम्परायां ये पदार्थाः सन्ति तत्र कपालः, अनन्तरं कपालादयः, कपालिकादयः, तेषां सर्वेषां तत्र समानदिग्भागव्यापित्वमस्ति. इत्युक्ते समानदेशे भवन्ति ते पदार्थाः, तानि द्रव्याणि सर्वाणि, अपि च तस्य समान ते कीदृशः इत्युक्ते तत्र दिगुपाधिभूताः इत्युक्ते ते देशस्य उपाधिं ते कुर्वन्ति, परन्तु एकस्मिन्नेव देशे, समानदेशे एव एते सर्वे भवन्ति. अतः तेषां तत्र परस्पर अवधिकत्वं नास्ति, इत्युक्ते परस्परावधिकपृथक्त्वं नास्ति, इत्युक्ते कपालावधिकपृथक्त्वं घटे वा कपालावधिकपृथक्त्वं कपाले वा विपरीतमपि तथा नास्ति, यतोहि समानदेशे भवन्ति एते सर्वे इति कृत्वा पृथक्त्वं तेषां नास्ति, तत्र अस्वीकारः अस्ति पृथक्त्वस्य तेषां मध्ये इति वदन्ति. हा, सम्यक् भगिनि, समीचीनम्. अस्तु, तर्हि परस्परपृथक्त्वस्य अस्वीकारात् इति अस्ति, तदपि कारणपञ्चमी. हलो, तस्य अन्वयः कुत्र? पृथक्त्वस्य एव, पृथक्त्वस्य अस्वीकारात् इति. पृथक्त्वस्य परस्परावधिकपृथक्त्वस्य अस्वीकारात् किम्? अस्वीकारात् यत् पूर्वम् उक्तं तथा न च वाच्यम् इति. हा, बहु सम्यक्. अस्वीकारात् इति कारणपञ्चमी. कारणं कस्य कारणं? तथा न वाच्यम् इति उक्तमासीत् खलु, तथा किमर्थं न वाच्यम् इत्युक्ते एतत् सर्वम् उक्त्वा तथा न वाच्यम् इति वदन्ति. कपालकपालिकादयः अत्र इदमपि वक्तव्यमस्ति अत्र यत् इदं तु एतत् सत्यं कटावयवपरम्परायां कपा ये सन्ति ते सर्वे समानदिग्भागिनः, कपालः कपालिका घटः इति सर्वम् अस्तु समानदिग्व्यापिनः, अपि च अत्र दिगुपादिभूताः इति अपि उक्तम्. तर्हि दिगुपादिभूतानाम् इत्यस्य किमपि महत्त्वं नास्ति, समानदिग् इति महत्त्वं नास्ति तत्र. दिगुपादिभूतानाम् इति सामान्यविशेषणमस्ति सर्वेषां मूर्तद्रव्याणां. समानदिग्व्यापिनः भवन्तु वा न वा, सर्वे दिगुपादिभूताः एव भवन्ति. केवलम् इदं प्रदर्शयितुं उक्तमस्ति यद् यद्यपि दिगुपादिभूताः, दिशि दिशः दिशा दिगपि विभुद्रव्यं खलु. यथा राजेन्द्रमहोदयेन उक्तं दिगुपादिभूतानि मूर्तद्रव्याणि दिशि अपि पृथक्त्वं स्थापयन्ति इति सत्यम्. किन्तु अत्र कोऽपि महत्त्वं नास्ति, कपालकपालिकादीनाम् अथवा घटावयवपरम्परागतानां मध्ये पृथक्त्वं न स्थापयन्ति इति तावदेव प्रदर्शयितुम् अस्ति. तावदेव अस्तु. अत्र कोऽपि प्रश्नः वा? वाक्यशः चर्चितवन्तः अद्य, तर्हि सर्वेषां मनसि स्पष्टता अस्ति इति चिन्तयामि. प्रश्नाः सन्ति चेत् अवश्यं पृच्छन्तु. अपि च ये केऽपि लेखं न समर्पितवन्तः, गृहपाठत्वेन दत्तम् आसीत् खलु एकः लेखः समर्पणीयः इति, तत् कृपया समर्पयन्तु अस्मिन् सप्ताहे कदाचित्. अन्य कोऽपि प्रश्नः? नो चेत् विरमामः. अस्तु भगिनि, धन्यवादः. धन्यवादः. धन्यवादः.